नमस्कारः, अद्य नूतनविषयः प्रारभते, तत्र लृट् लकारः इति आरभामहे वयम्। अरुणा भगिनी भवती पठति वा भगिनि? अरुणा भगिनी श्रूयते वा? ओके, लृट् लकारः अर्धधातुकप्रक्रियायाः आरम्भे अनिडादिप्रत्ययः परिशीलिताः मिच् यक् यासुक् यङ् लुक् यङ् यप्। अनेन सौकर्यम् आसीत्, यतोहि कुत्रापि रागमचिन्तनं नापेक्षितं। यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र सामूहिककृत्य एकत्र पाठः क्रियते चेत् लाभाय इति मातुः सिद्धान्तः। अनिट्टादि प्रत्ययान् परिसमाप्य इडागमः पाठः आरब्धः। अनेन अधुना सर्वे जानन्ति के धातवः सामान्यतया तेटः, केत अनिटः। अग्रे गत्वा दर्शयामः यत् इडागम अपवादाः सन्ति, किन्तु प्रथमतया सामान्यं ज्ञातव्यम् आसीत्। तदा तदाधारेण अपवादानां ग्रहणसामर्थ्यं जायते। अधुना च तादृशं ग्रहणसामर्थ्यम् आगतमस्ति अस्माकं। तर्हि अग्रे इडानुकूलप्रत्ययः परिशीलनीयः समूहरूपेण। कीदृशसमूहः? कार्यस्य आधारेण प्रत्ययस्य प्रत्ययवर्णम् अधिकृत्य समूहीकरणं भवति, यतः तमेव वर्णम् अनुसृत्य कार्यं भवति, अङ्गकार्यं च छन्दिकार्यं च। प्रत्ययस्य प्रथमवर्णशब्दं च भवति। अत्र प्रक्रियाचिन्तनं तदर्थं पूर्व वयम् आधातुकप्रक्रिया अनिट् आदिप्रत्यय अस्ति चेत् किं प्रक्रिया कथं भवति इति वयं कृतवन्तः। अधुना किमर्थमत्र निट् आदिप्रत्ययः मिच् यासुट् यङ् लुक् यङ् लक् कर्णेन सौकर्यमस्ति इति मातुः मतिः। अधुना अनुकूलप्रत्ययविषये वयं पठामः। वयं जानीमः पूर्वके के दातवः सामान्यः इति वयं जानीमः। अधुना इदागम अपवादापि सन्ति, परन्तु प्रथमतया सामान्यं ज्ञातव्यम् आसीत्, तदनन्तरम् अपवादानां ग्रहणं सामर्थ्यं जायते। समूहकं प्रथमम् इदानुकूलप्रत्ययाः परिशीलनीयाः समूहरूपेण। समूहार्थमस्ति चेत् प्रत्ययस्य प्रथमवर्णम् अधिकृत्य समूहीकरणं भवति, तदेव कार्यं अङ्गकार्यं सन्धिकार्यं च। प्रत्ययस्य प्रथमवर्णः अनुसृत्य भवति। आं भगिनि, येषाम् इदानुकूलप्रत्ययानाम् आरम्भे तकार वर्तते अपि च ये अकितः सन्ति ते एकत्र एकः समूहः भवन्ति, तास् तव्यत् तुमुन् त्रिज्। एते चत्वारः तकारादि अकितप्रत्ययाः शतासि लृ लुटो तृतीयाध्यायस्य प्रथमपादे त्रिसन्तसूत्रम् इत्यनेन लुट्टि परे धातुतः तास् प्रत्ययः भवति. धातुभ्यः विधीयमान तास् नतिङ् न वाश्यत् इति कृत्वा आर्धधातुकसंज्ञक वलादि इति कृत्वा एदानुकूल. तदा पश्यामः यत् तव्यत् तुमन् तृच् अपि तथैव सन्ति. एते त्रयः प्रत्यया न तिङ् न वाश्यत् इति कृत्वा आर्धधातुकसंज्ञका वलादय च वशादय न इति कृत्वा एदानुकूलाः. अधुना अत्र पुनः इतोपि सादृश्यं वर्तते. यतोहि तास् प्रत्ययः तकारादि एते त्रयः त्रव्यत् तुमन् तृच् अपि तकारादयः. अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट् लकार प्रक्रियायां यादृशम् अङ्ग्यकार्यं सन्धिकार्यं च भवति तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति. एतेषु त्रिषु प्रत्ययेषु अपि पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति. इत्यतः एतेषां त्रयाणां तकारादिप्रत्ययानां चिन्तनं मिलित्वा कृतम्. इदानीं महोदय लिखति यत् समूहकृतम् अस्ति आर्धधातुकप्रत्ययानां. प्रथमं वयं दृष्टवन्तः अनिट् द्वितीयः अस्ति सेट् अनिट् यत्र यदागमनं भवति तत्र यथा निच् यात्रियाप् अस्ति. तदनन्तरं वयं दृष्टवन्तः ये अनिटः सन्ति तेषां पुनः कृतमस्ति वर्गीकृतमस्ति प्रत्ययस्य आदौ यत् आदिमवर्णः अस्ति तस्य आधारे. तो यदि ककार प्रत्ययस्य आदौ न अस्ति तत् भवति अकित् प्रत्ययः. अकित् प्रत्ययः किन्तु तकार तस्य अनन्तरम् अनुबन्धलोपानन्तरं तकारादिति भवन्ति. ते सन्ति चतुर प्रत्ययाः चत्वारः प्रत्ययः तास् तव्यत् तुमन् तृच्. एते चत्वारः प्रत्ययाः अकित् तकारादिप्रत्ययाः सन्ति. तदनन्तरं वयं दृष्टवन्तः स्यतासि लृल् लटो इति सूत्रेण स्य इति आगच्छति लुट् लकारस्य तास् प्रत्ययः अस्ति लुट् लकारस्य इति तास् कथं वयं जानीमः ते प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. वयं जानीमः तिङ् सार्वधातुकम् अनेन ये प्रत्ययः तिङ् भाषित् सन्ति ते सार्वधातुक शेष आर्धधातुक इति सूत्रेण यदि पश्यामः तास् प्रत्ययः इति न तिङ् अस्ति न वाषित् अस्ति अत्र तास् प्रत्ययः इति भवति आर्धधातुकप्रत्ययः इति तथैव ये तव्यत्मन्त्रि ये कृत् प्रत्ययाः सन्ति ते अपि आर्धधातुकः सन्ति कारणे कृत् प्रत्ययः न तिङ् अस्ति न वा तस्मिन् ये के चित् सन्ति ते सार्वधातुकः वदामः किन्तु आधिक्यतेन ते अर्धधातुकः सन्ति. किन्तु तव्यत् तुमन्त्रिश् ते अर्धधातुकः अस्ति. पुनः तस्य यदि वदं दृश्यामः तव्यत् पश्यामः तव्यत् तुमन्त्रिश् एते वलादि सन्ति. वलादि अस्ति किन्तु वशादि न सन्ति. वलादि ते हकार विहाय सर्वे प्रत्ययाः आगच्छति वलादि. किन्तु वशादय तत्र भवन्ति वर्गीय वशादय वर्गीय तृतीय चतुर्थवर्णा अपि अनुनासिका पञ्चम तृतीय चतुर्थवर्णा भवति वशादि सन्ति. ये वशादि न सन्ति तत्र इडागमः भवति. कव्यतुमन् ते भवन्ति वलादि किन्तु वशादि नास्ति कारण कि तकार इति वर्गीय प्रथमवर्णः अस्ति इति तेषाम् इडागमः भवति. तो पुनः इति दत्तमस्ति अकित् प्रत्ययः यत् तास् कव्यतुमन् तद् तेषामपि इदागमनानुकूल अस्ति तास् प्रत्यय तव्यत्वमन्त्रचति अस्ति तत् अस्ति इदानुकूल तास् अपि इदानुकूल सन्ति आं भगिनि आं खलु ता भवति अपि त्विच् तास् द्वयोः समानरूपम् आगच्छति तत् ते इदानुकूल अकित् प्रत्यय इति आधारेण अस्ति अग्रिमे अन्य आवली आगच्छति कथं समूहस्य पृथक् करणीयं भवति अग्रे पठामि वा कं पठामि वा भगिनि तर्हि अग्रे किमर्थं त्वा तवतु इत्तत्तिन् इति प्रसिद्धतकारादिप्रत्ययाः अस्मिन् पाठसमूहे सम्मिलिताः न सन्ति कारणमस्ति यत् तेषां चतुर्णाम् इडागमः विशेषाः अनेके सन्ति आस्तव्यतुमुन्तृच् इत्येषु तास्तव्यतुमुन्तृच् इत्येषु विशिष्ट इडागमसूत्राणि अतीव न्यूनानि सन्ति अतः ये इडागमसम्बन्धः सामान्य सम्बद्धसामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छते अस्मिन् पाठे अपवादाः न्यूनाः एव दृश्यन्ते परञ्च त्वाक् तवतु इत्यक्तिन् इत्येषां प्रत्यानां कृते अनेकानि विशिष्ट इडागमसूत्राणि सन्ति तदर्थम् येषां पाठः पृथक् भवति तवतु इत्त इत्ययोः इडागमः व्यवस्था समाना अतः एकत्र तयोः पाठः भविष्यति परन्तु त्वा पृथक्तया करिष्यते पुनः तिन् पृथक्तया करिष्यते तत्र क्लिशन् आसीत् खलु विषय अन्यूत अत्र तव्यत् तास्तव्यत् तुमुन्तृच् इत्येषां पृथक् चिन्तनं भवति यद्यपि त्वा तवतु तिन् इति ते अपि तकारादिप्रत्याः सन्ति युडानुकूलाः सन्ति तथापि पृथक् पाठः भवति किमर्थमित्युक्ते विशिष्टसूत्राणि सन्ति इत्यतः एतावता सामान्यतकारादि अकित् प्रत्ययानां पाठः समाप्तः आम् तास्तव्यतुमुन्तृच् समाप्तः तत्र यत्र त्वा तवतु इत्यक्तिन् वर्तते तत्र तु कित् भवन्ति इति भिन्नकार्यम् अधुना नूतनपाठसमूहः आरभ्यमाणः इडानुकूलसकारादि आर्धातुक अकित् प्रत्याः सम्मिलितरूपेण क्रमेण पठिष्यन्ति एते सन्ति स्य लृट् लृङ् सिप् लेट् सीयुट् आत्मनेपदी अशिर्लिङ् सन् सनन्तदातवः अनन्तरं सिच् लुङ् लिट् नामदातवः च एते पृथक्तया करिष्यन्ते लुङ्लकारस्य सिच् प्रत्ययस्य पृथक् अस्ति यतोहि लुङ् लकारे अनेके प्रत्ययाः सन्ति येषां प्रत्ययानां प्रसङ्गे सिच् करिष्यते तर्हि अत्र तु किम् अधुना अकित् तकारादिप्रत्ययानां सामान्यतकारादिप्रत्ययानां पाठः समाप्तः अधुना वयम् इडानुकूल अकित् सकारादि अर्धातुकप्रक्रियाणां पृथक् चिन्तनं क्रियते तत्र सामान्यप्रक्रिया प्रत्ययाः वर्तन्ते स्य यत्र लृटि लृङि च भवति अनन्तरं सिप् इति सिलेति भवति सीयुट् सन् इति सनन्तेषु भवन्ति तदनन्तरम् अनन्तरं यत्र विशिष्टकार्याणि भवन्ति सिच् इत्यस्य तत्र तद् भिन्नरूपे भिन्नपाठेन पाठे वयं पठामः इति अत्र अग्रे किं भगिनि लेट् लकारः अस्ति खलु तत्र यत्र लेट् इति वेदेषु एव भवति इति वयं पठितवन्तः खलु भगिनि लेट् लकारः अस्ति सामान्यतः वेदेषु एव तस्य प्रयोगः भवति सामान्यलौकिकभाषायां न भवति इति बिमला भगिनी पठति वा भगिनी वयं लृट् लकारस्य पठन्तः स्मः तत्र लृटः नमस्ते भगिनी नमस्ते सर्वेभ्यः लृटः परिचयः तर्हि अधुना अस्मिन् पाठे स्य प्रत्ययं स्वीकुर्मः अस्मिन् पाठे लृट् लकारस्य स्य प्रत्ययः अवलोक्यते तदा अग्रिमे पाठे लृ लकारः स्वीकरिष्यते लृट् लकारः सामान्यभविष्यत्कालः इत्युच्यते अस्य तात्पर्यम् एवं यत् सर्वत्र भविष्यत्कालार्थे लृट् लकारः व्यवह्रियते अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् अपवादस्तु अत्र लुट् लकारः तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम् तद्विहाय अवशिष्टं सर्वे सामान्यमिति. प्रत्ययं स्वीकृत्य अस्मिन् पाठे वयम् अग्रे सरणीयं. लृट् लकारस्य स्य प्रत्ययः अस्ति, अपि च लृट् सामान्यभविष्यत्कालः यस्य अपवादमस्ति लुट् वयं पठितवन्तः तदेव. प्रथमतया लृट् लकारस्य विधायकं सूत्रम् अवलोकयामः. लृट् शेषे च इति सामान्यभविष्यत्कालार्थे धातोः लृट् लकारः भविष्यति भवति. उपपदरूपेण अन्या क्रिया भवति चेदपि न भवति चेदपि भविष्यदर्थात् धातोः लृट् स्यात्. क्रियार्थायां क्रियायां सत्याम् असत्यां वा इति लघुसिद्धान्तकौमुदी. लृट् प्रथमान्तं शेषे सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्. भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः तुमुण्णुलौ क्रियायां क्रियार्थायाम् इत्यस्मात् क्रियायां क्रियार्थायाम् इति अनयोः अनुवृत्तिः धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च इति. अत्र लृट् कुत्र भवति इति शेषे च इति उक्तम्. अत्र शेषे च इति किमस्ति इति लृट् अस्तु सामान्यभविष्यत्कालार्थे लृट् लकारः भवति, अपि च उपपदरूपेण अन्या क्रिया भवति चेदपि या न भवति चेदपि भवति. अत्र उपपदरूपेण इत्यस्य किमर्थम् इति तुमुण्णुलौ क्रियार्थायां क्रियायां क्रियार्थायाम् इति अस्माभिः दृष्टम्. अत्र अनुवृत्तिसहितसूत्रं भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च इति अस्ति. अत्र क्रियायां क्रियार्थायाम् इति यदस्ति यथा पठितुं गच्छति इति अस्ति, क्रियार्था अस्ति पठितुं, तस्य कृते यत् क्रिया भवति गमनक्रिया गच्छति इति, तत् द्वावपि सप्तमी विभक्त्यां सन्ति. क्रियार्थायाम् इति अपि सप्तमी, क्रियायाम् अपि च सप्तमी. अत्र क्रियायां क्रियार्था क्रिया इति यदस्ति यत् क्रिया अस्ति गमनक्रिया अस्ति तस्य उपपदसंज्ञा भवति इति दत्तमस्ति. तर्हि क्रियार्था क्रिया अस्ति चेत् तत्रापि तुमुन् कृत्प्रसङ्गे तुमुन् अपि च नुल् प्रत्ययो विहितः भवतः. अन्यथा यत्र कुत्रापि लृट् इति अस्माकं विवक्षा अस्ति तत्र भविष्यत्कालार्थे लृट् विधीयते इति. भगिनी आं भगिनि अग्रे अन्य पठति वा? करुणा भगिनी क्रियार्थायां क्रियायां इत्यस्य परिचयः तुमुन् प्रत्ययस्य माध्यमेन तुमुन् प्रवोलौ क्रियायां क्रियार्थायां तृतीय अध्याये तृतीयपादे एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यत् प्रथमायाः क्रियायाः धातुतः तुमुञ्च नृ च प्रत्ययौ भवतः. क्रियार्थायां क्रियायाम् उपपदे धातो भविष्यति काले तुमुन् प्रत्ययौ भवतः इति काशिका. अत्र इमौ द्वौ प्रत्ययौ तुमुन् नृल् भविष्यत्तार्थे तुमुन् भावार्थे नृल् च कर्तव्ये. तत्र उपपदं सप्तमीस्तम् इत्यनेन क्रियायां क्रियायातायां उपपदसप्तमी विभक्तौ स्तः पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते. पठनम् अस्ति प्रयोजनं नाम लक्ष्यं, गमनम् अस्ति साधनम्. पठनमिति क्रियायाः कृते गमन इति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति उपपदम्. उपपदसंज्ञा भवति. तुमुन् च नुन् च प्रत्ययोरितरेतरद्वन्द्वः तुमुन् मृलौ. क्रिया अर्थः प्रयोजनं, यस्याः सा क्रिया अर्थः. अस्यां क्रियायापायां बहुव्रीहिः. तुमुन् मृलौ प्रथमान्तं प्रथमान्तं क्रियायां सप्तम्यन्तं क्रियार्थायां सप्तम्यन्तं त्रिपदमिदं सूत्रं. भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च धातुः इत्येषाम् अधिकारः. अनुवृत्तिसहित्र अस्ति धातोः तुमुन्नुलौ प्रत्ययो परश्च भविष्यति क्रियातायां क्रियायां. तत् सूत्रमस्ति परं वयं पठितवन्तः क्रियातायां क्रियायां विवरणं दत्तमत्र. तुमुन् नुलौ क्रियायां क्रियातायाम् इति एकसूत्रमस्ति. सूत्र एकस्य एकक्रियासाधनार्थम् अन्यक्रियायाम् उपपदे भविष्यत् वृत्ते प्रथमायाः च प्रत्ययो भवतः. तदर्थम् एकस्य क्रिया साधनार्थम् अन्यक्रियापदम् उपपदे अस्ति चेत् अत्र प्रथमकार्यं भविष्यत् काले भवति इति अत्र तुमुन् नृण् प्रत्ययः क्रियायां विषये प्रयुज्यते. तुमुन् प्रत्यय भावार्थे अपि नुण् कर्तार्थे भवति. अन्यकार्यं प्रथमकार्यसाधनार्थं प्रयुज्यं तत् उपपदम् इति संज्ञा भवति. उदाहरणमस्ति पठितुं गच्छति. अत्र पठनक्रियाय भविष्यत्काले भवति, साधनार्थं गमनक्रिया भवति. पठनमिति प्रयोजनं, लक्ष्यं, गमनमस्ति साधनम्. भगिनि हरि ओम्. क्रिया सूच्य गमनम् इति पदेन सूच्यते. अत्र गत्वा गमनक्रिया अस्ति क्रिया. ओके ओके भगिनी अवगच्छति वा अत्र? अहं मया तु मन्यते अवगतं भगिनी. अत्र एककार्यं प्रथमकार्यं साधनार्थम् अन्यक्रिया आं तत्तु वयं तुमुन् इत्यस्य कृते पठितवन्तः. तर्हि अत्र लृट्लकारस्य कुतः तत्र सङ्गच्छति इति न अवगच्छामि. स्मरणार्थम् इति दत्तमस्ति. किम् अस्ति क्रिया स्मरणार्थं महोदयेन पुनः अत्र लिखितं भविष्यत्कालार्थे किल लकारपि भविष्यत्कालार्थे अस्ति. अपि च यदा माध्यमेन स्मारयति महोदय तुमन् रुमल् प्रत्ययो यदि भवति भविष्यत्काले तत्र किम् आगच्छति इति स्मारयति. यदि इति वयं सर्वे स्मरवन्तः इति इदानीं मनसि आगच्छति किम् अस्ति तुमन् रुमल् प्रत्ययः काले अस्ति अकित् प्रत्यय कृत् प्रत्यय तुमन् रुमल् लृट् प्रत्ययः कदा विध्यते इति अस्मिन् सन्दर्भे क्रियार्थक्रिया अस्ति तदा लृट् प्रत्ययः विध्यते तुमुन्मुल इति अनेन. अपि च शेषे च इत्यत्र यदि क्रियार्थक्रिया नास्ति चेदपि भविष्यत्कालार्थे लृट् विधीयते इति तस्य आशयः. इत्युक्ते स्थलद्वये क्रियार्थक्रिया कुत्र विधीयते इति न अवगच्छामि. क्रियार्थक्रिया पठितुं गच्छति इत्युक्ते पठितुम् इति अस्ति तत् तुमुन् इत्यस्य कृते खलु गच्छति इति गमिष्यति इति भिन्नकार्यम् अस्ति. गच्छति इति प्रथमक्रिया अस्ति पठितुं तत्र अत्र अपि अत्र न भविष्यति इट् इस् येट् टु हेपन् इन् द फ्यूचर् पठितुं सः गच्छति सः गच्छन् अस्ति खलु गच्छति किमर्थं गच्छति पठितुं पठितुं कदा भवति भविष्यत्काले तत् भविष्यत् अर्थे तत् क्रियार्था तस्मिन् क्रियार्थायां यः क्रिया अस्ति गच्छ गमनक्रिया अस्ति तस्य गमनक्रियाः उपदर्शनीयं भवति इति वयं पठितवन्तः. परन्तु पठितुमिति भविष्यत्कालार्थे अस्ति तथा एव भविष्यति इत्यपि भविष्य गमिष्यति इति भविष्यति. यदि एका एव एकः पदम् अस्ति चेत् तत् सः पठिष्यति इति एकमेव पदेन वयं वक्तुं शक्नुमः सः पठिष्यति इति भविष्यत्काले. पठितुं गच्छति इत्युक्ते सः गच्छति अग्रे गत्वा पठिष्यति इति अपि पठितुं गमिष्यति अपि वक्तुं शक्नुमः. कारणकि अतः डेफिनेशन् अन्या क्रिया भवति चेदपि न भवति चेदपि द्वयो अत्र लट्लकारे अपि भवितुं भवति चेत् अपि न भवति चेत् अपि प्रयोगः भवति खलु. अहं पठितुं गच्छामि इति वक्तुं शक्नोमि पठितुं गच्छामि सत्यं परन्तु पठितुम् इति यदस्ति तत् भविष्यत्कालार्थे इति उक्तं पठितुं यत् अद्यपर्यन्तं न अभवत् खलु भविष्यति पठनं इस् गोयिङ्ग् टु हेपन् अद्यपर्यन्तं न भूतं तदेव भविष्यत्कालार्थे अस्ति. क्लियर्लि लृट् लकार परन्तु क्रियार्थक्रिया इत्युक्ते पठितुं गच्छति इति तस्य अर्थः भविष्यत्कालार्थे इति. यदि यदि क्रियार्थक्रिया नास्ति तदेव यत्र भविष्यत्का यत्र यत्र उदाहरणं वदति वा यत्र किमस्ति लृट् प्रयोगः तुमुनेन सः पठिष्यति तत् केवलं सिम्पल् लृट् शेषे लृट् इत्युक्ते सः पठिष्यति सः गमिष्यति सः करिष्यति तदेव क्रियायाम् असत्याम् अनन्तरं सत्याम् इति उक्तमस्ति खलु. यदि यदि क्रियार्थक्रिया अस्ति या नास्ति क्रियार्थक्रिया अस्ति चेत् भविष्यत्कालार्थे पठितुम् अथवा नूल् प्रत्ययः विधीयते. यदि क्रियार्थक्रिया नास्ति चेदपि नास्ति स न न अस्ति वदतु मह्यं यत्र क्रियार्थक्रिया प्रयुज्य लुट्रकारस्य प्रयोगः अपि यत्र भवति इति तदेव खलु पठितुम् इत्युक्ते फ्यूचर् फ्यूचर् इत्यस्य विधानम् अस्ति तत्र लृटि तत्र कुत्र आगच्छति इति न आगच्छामि. सी लृट् इस् फार् फ्यूचर् टेन्स् बट् पठितुं गच्छति इति पठितुम् इस् आल्सो इन् द फ्यूचर् टेन्स् इत्युक्ते शेषे च टेन् अण्डर्स्टुड् बट् वाट् इस् द पर्पस् आफ् दट् रैट् नौ रैट् अबौट् वै आर् वी इवन् टाकिङ्ग् अबौट् किम् अस्ति वै आर् इवन् टाकिङ्ग् अबौट् तुमुन् ह्योर् इति एव अण्डर्स्टाण्ड् तुमुन् इस् देर् तुमुन् इस् फर् द फ्यूचर् तत्तु क्रियार्थक्रियाम् इति कृत्वा वयं तुमुन् रुळ्ळु क्रियार्थां क्रियायाम् इति सूत्रं पठितवन्तः तत् चिन्तनं नास्ति. अनन्तरम् अत्र लृटि इत्यनेन कः सम्बन्धः इति न आगच्छामि. यतोहि सूत्रमस्ति लट् शेषे च इति खलु, तत्र लट् शेषे च इत्यत्र एवमेव उक्तमस्ति, मया चाट् मध्ये स्थापितं. अत्र भविष्यकालं द्योतयितुं क्रियार्थायां क्रियायां तद्भिन्नायां च क्रियायां लृट् लकारः भवति. इत्युक्ते क्रियार्थ क्रिया सत्यपि न सत्यपि असत्यपि इत्युक्ते तद्भिन्नायां च क्रियायां लृट् लकारः भवति भविष्यत्कालं द्योतयितुं. लृट् शेषे चेति पश्यतु भगिनी येन अष्टाध्यायी. अस्तु अस्तु न भगिनि, अधुना वयं गच्छामः, क्षम्यताम्, अहं वयं तावद् न आगतवन्तः खलु. अहं भगिनि अधुना क्रियायां लुट् लकारे इति वर्णं दर्शनम् एकम् अन्या कृतं केवलं हा क्रियार्थायां क्रियायां लुट् लकारे तत्र अधुना अधोभागे लृट् शेषे च इति प्रसङ्गे एतदस्ति भगिनि. अधोभागे एकम् आवली अस्ति, टेबल् अस्ति शुक्महोदयस्य उदाहरणस्य सारांशत्वेन शुक्महोदयेन कोष्टकं निर्मितवान्. भवती यदि उदाहरणं द्रष्टुम् इच्छति तद् अस्तु, तदा यदा आगच्छामः तदा कृपया प्रतिपादयन्तु. मम भ्रमः अस्ति, अग्रे सरामः. अस्तु महोदय उक्तवान् स्मारयितुम् अहं पुनः लिखितवान् इति. अग्रे गच्छामः वा? अस्तु. तत्रोपपदं सप्तमी स्थितम् इति तृतीयपादस्य तृतीय अध्यायस्य प्रथमपादे द्विनवतिसूत्रं धातोः तृतीयपादस्य प्रथम अध्याय तृतीय अध्याय प्रथमपाद एकनवतिसूत्रम् इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदं संज्ञक भवति. एतेषु सूत्रेषु सप्तमी विभक्त्या अर्थः अस्ति. उपपदसप्तमी तेषु तत्र इति अपि अन्वेति सति सप्तमी इति अर्थे. यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति इत्युक्ते तृतीय अध्यायस्य अन्तपर्यन्तं सप्तमी विभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति. अपि च तत्र इत्यनेन तस्मिन् उपपदसंज्ञकपदे सति नाम तस्य उपस्थितौ तेन सूत्रेण यः प्रत्ययः विधातव्यः स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते तस्मिंश्च सति एव वक्ष्यमाणप्रत्ययः स्यात्. इदानीं यथा वयम् उपरि पठितवन्तः सुमन् रुमलो क्रियायां क्रियार्थायां तत्र पारिभाषिकपदम् आगच्छति उपपदम् तस्य अर्थं किम् अस्ति इति तत्र उपपदं सप्तमी स्थितम् अनेन सूत्रेण दत्तम् अस्ति. यत् पदं सूत्रे सप्तम्यां विभक्त्यां निर्दिष्टम् अस्ति तस्य उपपदसंज्ञा भवति. यथा तुमुन् रुमलो क्रियायां क्रियार्थायाम् अस्मिन् सूत्रे क्रियायां क्रियार्थायाम् इति पदं सप्तमी विभक्तौ दत्तम् अस्ति तस्य उपपदसंज्ञा भवति इति भवति उपसंज्ञक संज्ञा. तत्र इति तत्रस्य किं महत्त्वम् अस्ति? तत्र पद यत् तत्रोपपदं सप्तमी स्थितम् अस्ति दत्तमस्ति तत्र इत्युक्ते तत्र उपपदसंज्ञा अनेन एव अन्वयः भवति तस्य. कथम् इति यत्र यत्र सप्तमी विभक्त्यां सूत्रं निर्दिष्टम् अस्ति तत्र इति भवति वा सति सप्तमी इति यदि वदामः इत्युक्ते क्रियायां क्रियार्थायां सति तुमुल् नवलो प्रत्ययो विधीयते इति भवति. यस्य या उपपदसंज्ञा सति अन्यप्रत्ययता तुमन्लु इति तत्र विधीयते इति सप्ति सप्तमी निर्दिष्टं भवति तत्र तत्र पदेन इति दत्तमस्ति. तत्रोपदं सप्तमी स्थितम् अनेन सूत्रेण सहायेन तुमन्लु क्रियायां क्रियार्थायां सूत्रस्य सूत्रस्य यत् अर्थमस्ति तत् स्पष्टं भवति. अपि धातो अधिकारः अस्ति, धातो अधिकार तृतीय अध्यायस्य प्रथमपादे 91 आरभ्य अन्ततं पर्यन्तं भवति. तृतीय अध्याये प्रत्ययपरश्च ते तृतीयदशे प्रथमपादे प्रथमसूत्रं परश्च तृतीयदशे प्रथमपाद द्वितीयसूत्रं प्रत्ययपरश्च प्रत्यय इति 3190 तत्पर्यन्तं भवति साधु प्रत्यय अधिकार, तदनन्तरं धातो अधिकार अस्ति इति 3190 इति वा धातोः अधिकार इति आगच्छति दत्तमस्ति इति 3191 आरभ्य अन्तं तृतीयाध्यायस्य अन्तपर्यन्तं साधु धातोः अधिकार 3191 पश्यामि भगिनि. आं तत्रापि किन्तु धातोः इति अस्ति किन्तु प्रत्ययः इत्यपि आगच्छति भगिनि तत्र. ओ तत्र प्रत्ययः अपि आगच्छति, अपि आगच्छति अधिकारः अस्ति, प्रत्ययस्य अधिकारः तत्रापि अस्ति. अस्तु तृतीय अध्याय इति न जानामि प्रत्ययं कियत्पर्यन्तम् आगच्छति. अस्तु तावत्पर्यन्तं केवलं कृतवन्तः. ओ एवं वा, लृक्षेष इति सूत्रं न कृतं न कारणकी महोदय तर्हि तद् न कृतं चेत् शुकवनमहोदय कथं तत्र कोष्टकं रचितवान्? अन्नद्यन्ते लुट् अस्ति न, अन्नद्यन्ते लुट् तत्र इति कृतवान्, वयं कृतवान् वा? ऐ थिङ्क् सो या, त्वं दृष्टवन्तः पूर्वम्. अत्रापि मम भूते इति अस्ति, लङ् अद्यत अनद्यतने इति अस्ति. आम्, लङ्लकारः तु अन्यद्यतने, अनद्यतने एव प्रयोगः भवति, तत् समीचीनं. प्रथमवाक्यम् अवगच्छामि. कालविशेषे काल विकल्पे इति तद् किं न जाने, कालसामान्ये अस्तु तदपि न जाने, परोक्षे न भवति. अस्तु, लुङ्लकारः भूते भवति, लुङ्लकारः कुत्र भवति? अद्यतनार्थे भवति खलु, किन्तु महोदय अनद्यतने अपि भवति इति लिखितवान्. तद् न न, लुङ्लकारः सामान्यलुङ्लकारः अस्ति, भूत सामान्यभूतकालार्थे भवति इति कृत्वा कालसामान्ये भवति, तदनन्तरम् अद्यतने अपि भवति, अनन्तरम् अनद्यतने अपि भवति, कालविकल्पे अपि भवति, सर्वत्र भवति. सामान्यभूतकालार्थे अस्ति इति कृत्वा सर्वत्र भवति, किन्तु लिट्लकारः परोक्षे भवति, तद् समीचीनं. तत्र लुङ्लकारः परोक्षे न भवति वा? तद् न ज्ञातं मया, परोक्षे न प्रयोक्तुं शक्यते इति न ज्ञातं मया. अहं चिन्तितवती परोक्षे अपि लुङ्लकारः साधु इति मया चिन्तितम् आसीत्, किन्तु महोदय तथा न लिखितवान् खलु तत्र परोक्षे. अनन्तरं भविष्यत्कालार्थे तु लुट्लकारः अनद्यतने, केवलम् अनद्यतने भवति, तदपि वयं पठितवन्तः. अनन्तरं लृट् तु तत्र सामान्यभविष्यत्कालार्थे अस्ति, तत्र कालसामान्ये भवति, अद्यतने भवति, अनद्यतने भवति, अनन्तरं कालविकल्पे इति तत्र अद्य श्वः इति तत्र आगामिसंवत्सरे इति अत्र उच्यते तत्र वा? कालविकल्पः इत्युक्ते यदा यत्र यदा कदापि भवितुमर्हति इति कालविकल्पः वा? भगिनी प्रथमम् अस्माकं स्मारयतु अन्नद्यतनकाल किम् आसीत्. तद् बृहत् कार्यं भगिनी, तत्तु किं जातं तत्र तत्र देर् इस् लैक् महोदय उक्तवान् खलु तत्र तत्र मात्रा भवति, तदनन्तरं चतुर्घण्टायाः कश्चन मात्रा भवति, तत्सर्वं वयम् अधुना त्यजामः. किमर्थम् इत्युक्ते आधुनिककाले तत्सर्वं न अवश्यमपेक्षितमेव. अस्माकं सर्वे अद्यतन इत्युक्ते किं प्रातःकालात् आरभ्य 12 आरभ्य किम् अस्ति सायङ्कालपर्यन्तं पर्यन्तम् अद्यतनम् अस्ति इति स्वीकृत्य एव वयं स्वीकुर्मः. तावत् अन्नद्यन्तेन रात्रौ इति इत्यस्य कृते यत्किमपि भवति तद् अन्यतन ब्रह्ममुहूर्ते अन्नद्यन्तन कालः भवति. अनन्तरं यस्टडे इति वयं किमपि कुर्मः चेत् तत् अन्नद्यतन इति स्वीकुर्मः. अत्र कालविकल्पे इत्युक्ते इट् कुड् बि ऐदर् टुडे आर् टुमारो इति कालविकल्पे इति मां मन्ये. इट् कुड् बि एनिथिङ्ग् देन् यु यूस् द सामान्य भविष्यत् काल रैट् सामान्य दत्तमस्ति अद्य वा ह्य ह्य वा परः तर्हि महोदय महोदयः प्रष्टव्यः परोक्ष इत्यस्य कृते लुङ्लकारस्य न प्रयोक्तुं शक्यते वा इति. न केवलं लिट् लकार भगिनि, यतो अस्माभिः न दृष्टं खलु अक्षः परमिति बहुपूर्वं यत् भव अभवत् अपि च अस्माभिः न दृष्टं, केनापि न दृष्टं, तत् अस्माभिः न दृष्टं च परोक्षे इति लिट् लुङ् न भवति. Paroksha means nobody, I mean we didn't see it, it happened before, right? Yeah, yeah, before. Just over, like yeah. Ramayana, Mahabharata, iti, Paroksha Kala asti, sadhu. Asmabhina. Tatra tu lungla, tatra na prayogam kuru kartum shakna mahaitiva, samanya bhuta kala asya prayoga tatra na bhavati. Na, kevalam lit. Iti na drishta. Paroksha Kala asti asti lit. Parkintu vayam, अधुना यत् संस्कृतं वदामः तत्र वयं लङ् लकार एव वदामः साधु. रामायण अभवत् इति, रामः रावणं हतम् इति. सत्यं सत्यम् अनद्यतने स्वीकृत्य एव वयं वदामः. इति भ्रमात्मक अस्ति. प्रथमं यत् प्राथमिक कक्षायां पठितवन्तः लिट् लकार भविष्यकाले, लुङ् लङ् लकार भूतकाले इति साधु. अत्र महोदयेन पुनः सर्वं दत्तमस्ति अत्र अन्धतन काल लिटु अपवाद अन्नद्यतने लुट् इति दत्तमस्ति. आगामि वर्गे प्रायः पठामः. भगिनी भवती यत् पृष्टवती तस्य अर्थं किम् अस्ति, कथं महोदय पुनः इति लिखितवान् इति लिट् शेषे च इति परिच्छेदं पठतु. पठामि वा अधुना? तस्मिन्नेव अस्ति भगिनि, तस्य भवत्या इति समाधानं भवति संशयः शेषे च पठामि. लिट् शेषे च भगिनी एतत् पठितवती वा? क्रियायां क्रियार्थायां क्रियायां लिट् लकारे इति पठितवती वा? वयं न पठितवन्तः, पठितुं शक्नुमः इदानीं. तद् पठामि प्रथमं. तर्हि अधुना लिट् शेषे इत्यस्य प्रसङ्गे क्रियायां क्रियार्थायां उपपद इत्यनयोः व्यवहारः कथमस्ति इति परिशीलयितुं सिद्धाः वयम्। क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यति काले लृट् लकारः भवति। तुमुन् प्रत्ययस्य प्रसङ्गे भोक्तुं व्रजति इति निर्देशं दत्तम्। तत्र भोक्तुं भविष्यत्कालार्थे अस्ति, अपि च व्रजति क्रियार्थायां क्रियायाम् उपपदे अस्ति। समीचीनम्। एवमेव लृट् लकारे भवति भविति भविष्यति भोक्ष्यति इति व्रजति। अर्थः अस्ति यत् कोऽपि गच्छति येन खादितुं शक्नुयात्। एतावता न खादति, गत्वा खादिष्यति श्यामः। भोक्ष्यति इति गृहं गच्छति। ओ इति प्रयोक्तव्यम्। ओ अधुना भोक्ष्यति इति व्रजति इति प्रयोक्तव्यम्। तस्मिन्नेव अर्थे श्यामः भोक्तुं गृहं गच्छति इत्यपि प्रयोक्तुं शक्यते तुमनुपयुज्य। अत्र मुख्या क्रिया अस्ति भोजनक्रिया भोक्ष्यति इति। यत्र एकां क्रियां कर्तुं द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट् लकारः उपयुज्यते। पूर्वं तु तुमुन् प्रयुक्तम् आसीत् मुख्यतया, अधुना तु लृट् अपि प्रयुक्तुं शक्यते। यदि श्यामः भोजनक्रियार्थं गृहं गच्छति तर्हि तत्र भोजनक्रिया मुख्या अस्ति, अपि च गमनक्रिया क्रियार्था क्रिया अस्ति। भोजनक्रिया क्रियार्थं गमनक्रिया कृता, अत्र क्रियार्था क्रिया इत्युक्तम्। अधुना नो चेत् अपि किं भगिनि द्वितीयपरिच्छेदमपि पठतु। अनुवृत्शेषे च लृट्शेषस्य इत्यस्य अनुवृत्तिः सहित अनुवृत्तिसहितसूत्रमस्ति। भविष्यति क्रियार्थां क्रियायां धातोः लृट् शेषे च, भविष्यदर्थे, तदनन्तरं क्रियायतां क्रियार्थामपि क्रियायां क्रियार्थामपि तत्र धातोः परे लिट्रकारः भवति इति अस्तु। तर्हि भविष्यत्कालार्थे क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितं। तदा शेषे च अनेन यत्र क्रियार्थां क्रिया नास्ति अन्यत्र सर्वत्र सामान्यभविष्यत्कालार्थे लृट् लकारप्रयोगः शेषे च इति अनन्तरगतम् अस्ति। यथा पिता कार्यं करिष्यति, मम मित्रं पत्रिकायां लेखं लेखिष्यति। अत्र यत्र कुत्रापि सामान्यभविष्यत्कालार्थे लृटः व्यवहारः अस्ति, क्रियार्थां क्रियां विहाय शेषे च इत्यनेन विधीयते। तावदेव। इदानीं स्पष्टम् अभवत्। सामान्यभविष्यत्कालस्य अर्थः पठामि किमस्ति सामान्यभविष्यत्कालस्य अर्थः? पठतु भगिनि। अधुना सामान्यभविष्यत्कालः इति विषयः उक्तम् आसीत् यत् लृट् लकार सामान्यभविष्यत्काले भवति, तत् कुत्र कुत्र भवति इति बोध्यम् अस्माभिः। भविष्यत्कालार्थे लृट् लकार सर्वत्र व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्। अपवादः अस्तु अत्र लुट् लकारः, तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यं, तद्विहाय अवशिष्टं सर्वं सामान्यम् इति। इत्युक्ते लुट् लकारः सामान्यभविष्यत्काले यदि वयं वदामः तत् कुत्र भवति इति, न तु भूतकाले इति भूतकाले तस्य अहं न चिन्तयामि। भूतकाल इति अपवादभूतव्यवहार इति वक्तुं न शक्नुमः साधु इति अपवाद भूतकालस्य अपवाद। किन्तु लुट् लकार इति द्वयोः मध्ये किं सामान्यं भवति इति चिन्तनीयं भवति। तत्र लुट् लकारः अपि सामान्य भूतकालार्थे अस्ति खलु, तर्हि लुट् लकारः भविष्यत्काले खलु भविष्यत्काले लुट् भविष्यत् लुट् भविष्यत्कालार्थे अद्यतने भविष्यति, अनद्यतने भविष्यत्कालः लुट् अस्ति. तर्हि कुत्र साम्यं कुत्र भवति इति परिशीलनीयं वा? अनद्यतनम् इत्युक्ते किम् इति अधोलिखितमस्ति. गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते. तद्विहाय अनद्यतनमस्ति. किन्तु आधुनिककाले वयं तत्सर्वं कुर्मः, रमः भवति. आम् आम्, सर्वत्र गमिष्यति, करिष्यति, वदिष्यति इति स्यप्रत्ययं स्यप्रत्ययस्य प्रयोजनं कुर्मः, विधानं कृत्वा एव वदामः. अनद्यतने लुट्. धन्यवादः. धन्यवादः. शुभरात्रिः.